ॐ सरस्वती महाभागे विद्ये कमले लोचने विश्वरूपे विशालाक्षी विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणार्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रत्ययः प्रकृति च समग्रदृष्टिः। इदानीं तत्र स्थूलरूपेण पश्यामः कुत्र सार्वधातुकप्रक्रिया भवति, किं प्रत्यय आधारीकृत्य सार्वधातुकप्रक्रिया, किं प्रत्यय आधारीकृत्य तत्र आर्धधातुकप्रक्रिया भवति। अत्र केचन अधोभागे अत्र अभ्यासः अस्ति। अत्र केचन धातवः सन्ति, नीचीदा गैधातुः भिन्नभिन्न गणे एते धातवः, तेषां विषये अस्माभिः तत्र लट् लकार प्रथमपुरुषेकवचनस्य रूपम्, अनन्तरं तत्र त्वान्तरूपं त्वा प्रत्ययोजयामः चेत् तत्र कथं रूपसिद्धिः भवति, अनन्तरं णिच् प्रत्ययान्त णिच् प्रथमे णिच् योजयामः, अनन्तरं णिजन्तलट्लकाररूपमपि तत्र प्रथम अभ्यासे तत्र तादृशरूपस्य रूपनिर्माणमपि अस्माभिः करणीयम्, अनन्तरं तुमुन् प्रत्ययान्तरूपम्। यथा तत्र लट्लकारस्य लट्लकार योजयामः तत्र सार्वधातुप्रक्रिया भवति, त्वा णिच् अपि च तुमुन् एते अर्धधातुप्रत्ययः प्रत्ययाः, अतः तत्र अर्धधातुप्रक्रिया। सो अस्माभिः तत्र किं प्रथमे तत्र धातुविषये तत्र वक्तव्यं, धातुः इगन्त वा इगन्तभिन्न वा अजन्त वा। सो अस्माभिः तत्र प्रत्ययनिमित्तीकृत्य एव तत्र प्रक्रियाविषये चिन्तनीयम्। सो प्रत्ययः सार्वधातुक् अस्ति चेत् सार्वधातुकप्रक्रिया, प्रत्ययः अर्धधातुक् अस्ति चेत् अर्धधातुकप्रक्रिया। सार्वधातुकप्रत्ययेषु अपि तत्र पित् अपित्, अर्धधातुकप्रत्ययेषु कितनित् दन्नितनित् अथवा कितनित् नितनित् भिन्न प्रत्ययः। सो कितनित् नितनित् भिन्नप्रत्ययः सामान्य अर्धधातुप्रत्ययः, तत्र केवलं गुणकार्यमेव भवति इति तत्र अस्माभिः वक्तव्यम्। पूर्वस्मिन् वर्गे अस्माभिः तत्र अचोनिनिति अपि च अत् उपधायाः एतत् सूत्रद्वयम् अधीतम्। एतत् सूत्रद्वयं वृद्धिकार्यस्य वृद्धि विधायकसूत्रद्वयम्। धातोः अनन्तरं कोऽपि णित्नित् प्रत्ययः अस्ति चेत् तत्र अजन्ताङ्गस्य अन्ते अच् वर्णः, धातोः अङ्गस्य कोऽपि अङ्गस्य अन्तिमवर्णः कोऽपि अच् वर्णः अस्ति चेत् तस्य वृद्धिः भवति। तथैव तत्र अत् उपधायाः इति सूत्रेण उपधायां यः ह्रस्व अकारः अस्ति तस्य अपि वृद्धिः भवति उपधायां, परन्तु केवलं नितिनीति प्रत्ययपरे एव वृद्धिकार्यं भवति। सो प्रायशः प्रत्ययेषु धातोः अनन्तरं ये प्रत्ययाः विधीयन्ते तेषु णित् णित् प्रत्ययः तु अर्धधातुकप्रत्ययः एव यः साक्षात् णित् अथवा अणित् अस्ति। सो अर्धधातुकप्रत्ययेषु तत्र णित् णित् अवश्य द्रष्टव्यम्। किमर्थं चेत् अर्धधातुकप्रत्ययेषु णित्वम् अस्ति चेत् तत्र वृद्धिविषये प्रथमे चिन्तनीयं, तथैव अर्धधातुकप्रत्ययेषु मूर्धन्यनकारस्य यत् अस्ति चेत् तत्र वृद्धिकार्यं प्रथमे वृद्धिकार्यस्य विषये चिन्तनीयम्। सो एते विशिष्ट अर्धधातुकप्रत्ययः, किमर्थं चेत् अत्र विशिष्टकार्यं भवति। तथैव कितनित् अस्ति चेत् अस्माभिः वयम् इदानीं जानीमः तत्र वृद्धिः अपि च गुणस्य निषेधः अस्ति यत्र कितनित् प्रत्ययः इति सामान्यनियमः। कुत्रचित् अपवादाः सन्ति कित् विषये, परन्तु तत्तु केवलं विशिष्ट स्थित्याम् एव अपवादः, परन्तु सामान्यनियमः तु एतत् एव, कित्नित् प्रत्ययपरे गुणवृद्धिनिषेधः, णितिनिति परे वृद्धि, आदौ वृद्धिकार्यम् अनन्तरं गुणकार्यम्। अपि च सामान्य आर्धधातुकप्रत्ययः अस्ति चेत् यः कित् नास्ति, नित् नास्ति, णित् नास्ति, इत् नास्ति, तत्र गुणकार्यम् एव भवति। गुणकार्यमपि स्थानद्वये एव भवति, अन्ते इक्वर्णः अस्ति चेत् तस्य गुणः भवति, उपधायां लघु इक्वर्णः अस्ति चेत् तस्य गुणः भवति। वृद्धि तथैव वृद्धिकार्यमपि स्थानद्वये एव भवति, अन्ते कोऽपि अच्वर्णः अस्ति चेत् तस्य वृद्धिः भवति, उपधायां ह्रस्व अकारः अस्ति चेत् तस्य वृद्धिः भवति। एतत् सर्वं मनसि निधाय तत्र प्रक्रियाविषये तत्र चिन्तनीयम्। पूर्वस्मिन् वर्गे अस्माभिः तत्र नीधातुतः लट्लकाररूपस्य विषये तत्र चिन्तनं कृतम्, अहं चिन्तयामि। इदानीं तत्र नीधातुतः त्वारूपं कृतं वा, नीधातुयोग नियोगत्वा प्रत्यय न महोदय न कृतम्, अद्य कुर्मः। वन् सेकेण्ड्। अत्र मास्तु, अस्तु, चिन्ता मास्तु। अस्तु, लेट्स् डु णीन् प्रापणे इति धातुः णीन् योग त्वाप्रत्ययः। अत्र के के जनाः सन्ति, कः वदति णी धातुयोग त्वाप्रत्ययः? चेतना भगिनी वदति वा? वदामि नियोग त्वा नी धातुः, तत्र औपदेशिक धातुः कः भगिनि? नी इति मूर्धन्यणकारः अपि च यकारः, नी भूयादयो धातुः। तत्र तालुण्यकारस्य अपि इत् अस्ति न भगिनि? पूर्वस्मिन् वर्गे कुत्रचित् दृष्टं न? प्रथमे धातुविषये वदतु। हलन्त्यं तस्य लोपः इति सूत्रेण यकारस्य इत् भवति, अतः धातुः इत् अस्ति, णि अवशिष्यते, नूनः इति सूत्रेण णि णि भवति। इदानीं पदव्यवस्था करणीयं, स्वरित इत कर्तभिप्राये क्रियाफले इति सूत्रेण नी उभयपदी धातु अस्ति, इटानुकूलः वा न वा इति नी अनुदात् अस्ति अतः अपि च एकाच् अस्ति अतः एकाच् उपदेशे अनुदात्तात् इति सूत्रेण अनुदात् अस्ति अतः अनित् अस्ति इत्युक्ते अत्र यः दीर्घ इकारः अत्र तु चिह्नं न दृश्यते परन्तु प्रायशः सः अनुदात् इकारः सो अवशिष्टस्वरेण इड्व्यवस्था अनुबन्धस्वरेण तत्र किं पदी पदव्यवस्था सो अत्र तु कोऽपि कस्यापि स्वरस्य इत्संज्ञा नास्ति नीन्दातुः परन्तु अत्र साक्षात् यकारस्य इत्संज्ञा अस्ति अतः न केवलं स्वरितेत् धातोः उभयपदी भवति परन्तु ईत् धातुः अपि उभयपदी भवति स्वरितनित्तकर्तृ अभिप्राये क्रियाफले इत्यनेन आत्मनेपदं सो स्वरितनित्तधातुः आत्मनेपदी प्रत्ययः स्वीकरोति यद् क्रियायाः फलं कर्तारं प्रति गच्छति परस्मैपदी प्रत्ययः केन सूत्रेण तत्र स्वीकरोति एतद् धातुः शेषात् इत्यनेन न केवलं अनुदात्तेत् विहाय स्वरितेत् विहाय इत् विहाय णित् विहाय अपि च कर्त्रे अभिप्राये क्रियाफले यत्र इत्युक्ते यत् किमपि कण्डिशन् पूर्वे उक्तम् अस्ति तेषां सर्वेषां विहाय कोऽपि धातुः अस्ति चेत् तत्र तेषां विहाय कोऽपि शेषधातुः अस्ति चेत् तत्र परस्वेपदी प्रत्ययः सः धातुः स्वीकरोति अतः णीन् अपि यदा क्रियायाः फलं कर्तारं प्रति न गच्छति तदा शेषात् कर्तरि परस्मैपदम् इति सूत्रेण नी धातुः परस्मैपदी प्रत्ययः अपि स्वीकरोति अतः धातुः उभयपदी भवति सो सूत्रे कुत्रापि उभयपदत्वम् इति तस्य विषये किमपि सूत्रं नास्ति परन्तु शेषात् इति कथनेन एव तत् तस्य किं तस्य भासः इत्युक्ते तस्य व्याख्या भवति सो पूर्वे यत्किमपि उक्तं तत्सर्वं विहाय यत्किमपि इदानीं तत्र अस्ति तस्मात् धातोः अनन्तरं तत्र परस्मैपदी प्रत्ययः आगन्तुं शक्यते सो यदा क्रियायाः फलं कर्तारं प्रति न गच्छति तदा तादृशस्वरतेत इत् धातोः अनन्तरं परस्मैपदी प्रत्ययः अपि वयं योजयितुं शक्नुमः यदा तत्र क्रियायाः फलं कोऽपि अन्यस्य प्रति गच्छति स्वस्य कृते गच्छति सो इदानीं नी धातु नमस्कार क्षन्ताम् अत्र स्वरिचिह्नं न दृश्यते न अत्र नास्ति चिह्नानि अत्र न सन्ति परन्तु यदि वयं स्वराङ्कितधातुपाठ पश्यामः प्रायशः तत्र लभ्यते अत्र पश्यतु अत्र युत् अस्ति अतः एड् व्यवस्था विषये तत्र ईकारः उदात् भवेत् न भगिनि अनुदात् भवेत् तदा एव अन्यट् भवति न तदा एव इडागमस्य निषेधः अत्र इकारस्य अधोभागे कोऽपि रेखा न दृश्यते अस्मिन् नी धातुः कुत्र अस्ति अत्र पश्यतु महोदय स्क्रीन् दृश्यते वा स्वराङ्कित धातुपाठ दृश्यते वा अत्र पश्यतु ओवादि अनिट् उभयपदी नीन् अत्र अधोभागे चिह्नम् अस्ति अत्र इकारस्य अधोभागे चिह्नम् अस्ति अतः एतत् इकारः अनुदात् अस्ति स्वरित नास्ति, स्वरित नास्ति, साक्षात् इत् अस्ति, स्वरितणित् णित् अस्ति, स्वरितेत् धातुः अपि च यित् धातुः यस्मिन् तालु यत् अस्ति अतः साक्षात् इत् णित् अस्ति अतः अतः उभयपदी भवति. अपि च अत्र यः दीर्घ इकारः तस्य अधोभागे तत्र रेखा अस्ति अतः सः अनुदात् स्वरः. अवशिष्टस्वरः अनुदात् स्वरः एकाच् अस्ति, एकाच् अनु एकाच् अनुदातेत् किं सूत्रं किमस्ति? एकाचो उपदेशे अनुदात्तात् इति धातोः तत्र इडागमस्य निषेधः न इट्, अतः अनिट् अस्ति. इदानीं वदतु भगिनि, नियोग त्वा प्रत्ययः, त्वा प्रत्ययविषये इदानीं प्रत्ययविषये प्रत्ययस्य स्वभावः कः? श्रूयते वा भगिनि? मम ध्वनि श्रूयते वा? चेतना भगिनि, आम् आम् महोदय, इदानीं त्वा प्रत्ययस्य विषये वदतु. त्वा प्रत्ययः ककार नियोग त्वा भवति. लशक्वतद्धिते तस्य लोपः इति सूत्रेण ककारस्य इत् भवति, अतः प्रत्ययः कित् अस्ति. नी इदानीं दृश्यते अनिट् अस्ति, त्वा सेट् अस्ति, परन्तु धातुः अनिट् अस्ति अतः इडागमः न भवति. नियोग त्वा अस्ति. किं पुनः वदतु, किं किम् उक्तं भगिनि? नी धातुः अनिट् अस्ति, त्वा प्रत्ययः सेट् अस्ति. कथं सेट् अस्ति? निर्वशीकृति इति सूत्रेण तकारः वश् नास्ति. प्रथम सूत्रं किं, केन सूत्रेण इडागमः भवति? इडागम विधायक सूत्रं किम्? आर्तधातुकस्य वलादेः इति. सो वलादि अस्ति, वलादि अस्ति, अपि च वश् वश् अस्ति. वश् अस्ति वा नास्ति? वश् नास्ति, अवशादि, अवशादि अस्ति, अतः सेट् अस्ति. कृत् प्रत्ययेषु यः प्रत्ययः कृत् प्रत्ययः तत्र वशादि वा अवशादि वा तदपि अवश्य द्रष्टव्यम्. किमर्थं चेत् यदि कृत् प्रत्ययः यस्य कृत् संज्ञा अस्ति सः वशादि अस्ति, वलादि अस्ति, वशादि अपि अस्ति, तत्र निषेधः केवलं कृत् प्रत्ययेषु. सो त्वा अपि कृत् प्रत्ययः, अतः तत्र अपि नेड् वशीकृति इति सूत्रस्य चिन्तनं करणीयम्. इदानीम् इदानीं त्वा प्रत्ययः कित् अस्ति, अतः किमिति च इति सूत्रेण गुणनिषेधः अस्ति. अतः धातु कीदृशधातुः? ईगन्तधातुः. अत्र त्वा प्रत्ययः आर्द्रधातुक् सामान्य इत्युक्ते कित् आर्द्रधातुक् प्रत्ययः. सो अत्र गुणनिषेधः अस्ति. ईगन्तधातु अस्ति परन्तु कित् अस्ति, परे तु कित् धातुः, अतः वदतु. अतः गुणः न भवति, वर्णमेलनमेव नीत्वा इति रूपं निष्पद्यते. अपि च त्वान्तरूपं यः त्वा प्रत्ययः अस्ति त्वान्तरूपं तत्र तस्य अव्ययसंज्ञा भवति. वाट् वास् द सूत्र ऐ आल्वेस् लक्ष्मी भगिनी, तत् सूत्रं किं मया पूर्वस्मिन् कुत्रचित् उक्तं न? केन सूत्रेण त्वान्तरूपम् अव्ययसंज्ञा प्राप्नोति? keep on forgetting the sutras. सो यदा वयं कस्यचित् धातोः अनन्तरं त्वाप्रत्यय योजयामः तत्र सर्वदा सः त्वान्तरूपम् अव्ययसंज्ञा प्राप्नोति. सो त्वान्त इति कृदन्त अव्ययम् इति तस्य संज्ञा भवति. अत्र कृत् प्रत्ययः अस्ति, कृदन्तस्य प्रातिपदिकसंज्ञा भवति. कृत् त्रगत् समासाः च इति सूत्रेण यदा तत्र इह कृदन्त शब्दसमूहः अस्ति, यथा नीत्वा, नीत्वा इदानीं कृदन्त अस्ति, तस्य नी धातोः अनन्तरं कृत् प्रत्ययः, अतः सः कृदन्त. कृत् अन्ते यस्य तत् कृदन्तम्. सो कृदन्तस्य प्रथमे आदौ तस्य प्रातिपदिकसंज्ञा भवति. सूत्रमस्ति कृत् तदित् समासाः च प्रातिपदिकम्. सो यः यत्र समासः भवति तस्यापि प्रातिपदिकसंज्ञा भवति, कृदन्तस्यापि प्रातिपदिकसंज्ञा भवति, अपि च तदितान्तस्य तदित् कोऽपि शब्दसमूहयोग तदित् प्रत्ययः कुर्मः चेत् तदितान्तस्यापि प्रातिपदिकसंज्ञा भवति. सो प्रातिपदिकसंज्ञा भवति चेत् तत्र किं करणीयम्? यदा तत्र शब्दसमूहस्य प्रातिपदिकसंज्ञा भवति तदा किं करणीयं? चेतना भगिनी, किं प्रयोजनं प्रातिपदिकस्य? सुप्रत्ययः योजनीयं. किमर्थं सुप्रत्ययः योजनीयम्? प्रातिपदिकमस्ति अतः. अपि च तदा एव तस्य पदसंज्ञा भवितुं शक्नोति. सो वाक्ये पदस्य प्रयोगः भवति, न तु प्रातिपदिकस्य धातोः प्रकृति या किमपि कृदन्तस्य. सो पदनिर्माणविषये अस्माभिः तत्र सुपयोजनीयं. वाक्ये तु सुबन्ततिङन्तस्य एव प्रयोगः भवति. सुप्तिङन्तं पदम् इति सूत्रेण यः पदं किम् अस्ति, यस्य अन्ते कोऽपि सुप्रत्ययः अथवा तिङ् प्रत्ययः, तस्य एव वाक्ये प्रयोगः भवति. सो इदानीं यः नीत्वा इति अस्ति, तस्य कृदन्तसंज्ञा अस्ति, तस्य प्रातिपदिकसंज्ञा अस्ति. इदानीं तत्र अस्माभिः सुप् योजनीयं, परन्तु तत्र अव्ययाद् आप् सुपः इति सूत्रेण यस्य अव्ययात्, सो अव्ययात् अनन्तरम् अपि च आबन्त अनन्तरं सुप्रत्ययस्य लुक् भवति. सो अत्र यदा वयं नीत्वा योगसु औजस् अम् ओट्षस् इति कुर्मः पदनिर्माणविषये, तत्र सुप् प्रत्ययानां लुक् भवति. केन सूत्रेण? अव्ययाद् आप् सुपः. परन्तु नीत्वा इत्यस्य एकम् अन्यत् सूत्रमपि अपेक्षितं. केन सूत्रेण? त्वान्तस्य अव्ययसंज्ञा भवति, तत् सूत्रमपि अपेक्षितं. तत् सूत्रं तत्र एकं सूतम् अस्ति येन त्वान्तरूपस्य अपि अव्ययसंज्ञा भवति. कुत्रचित् लिखितं, परन्तु सो अग्रे वदामि. इफ् ऐ रिमेम्बर् ऐ विल् से इट्. सो यदा वयं धातुयोग त्वा कुर्मः, सो दिस् इस् काल्ड् एस् कृदन्त अव्ययम्. सर्वेषां धातोः अनन्तरं त्वा प्रत्ययः आगन्तुं शक्यते, अपि च सः तस्य अव्ययसंज्ञा भवति. अव्ययसंज्ञा भवति चेत् अव्ययाद् आप् सुपः इति सूत्रेण तत्र सुप् प्रत्ययानां लुक् भवति. अतः तत्र एकमेव रूपमस्ति, नीत्वा एव रूपम्, एकमेव रूपम् अस्ति. अत्र स्त्रीलिङ्गे, पुल्लिङ्गे, नपुंसकलिङ्गे किमपि रूपं न भवति, एकमेव रूपम् अस्ति, नीत्वा इति रूपम्. किमर्थं चेत् एतत् कृदन्त अव्ययम् अव्ययसंज्ञा प्राप्नोति, अतः एकम् एव रूपम् अस्ति नीत्वा. अपि च त्वा प्रत्ययस्य विधिसूत्रं किम् अस्ति? सूत्रद्वयम् ऐ विल् से अबौट् दीस् टु सूत्रास्, इदानीं तु न स्मरामि किञ्चित् लिखितम्. अस्तु, इदानीं तत्र नीधातुयोग नीच् प्रत्ययः, अनन्तरं निजन्तधातुः यः भवति तस्य लट् लकार एकवचनरूपम्. अत्र के के जनाः सन्ति? मञ्जरी भगिनी वदति वा, नीधातुः योग नीच्? इदानीं वयं जानीमः नीधातुः अन्यट् धातुः, अपि च भुवादिगणस्य धातुः, अपि च एतत् उभयपदी धातुः. इदानीं नियोग निच् करोतु भगिनि. नियोग निच् अत्र निच् अत्र णकारस्य तथा चकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति, इ एव अवशिष्यते, यथा नियोग इ. अग्रे इदानीं नि धातु योजयामः चेत्, सोरि, नी निच् प्रत्ययः योजयामः चेत् कीदृशधातु अस्ति? इगन्तधातु वा इगन्तभिन्न अजन्तधातु इति किम् अत्र वक्तव्यम्? नी धातु इति इगन्तधातु एकाच्, नी धातु निच् अस्ति न, नित् अत्र विशिष्ट अर्धधातुप्रत्ययः अस्ति, अतः अत्र किम् अपेक्षितम्? अत्र कीदृशकार्यं भवितुं शक्नोति निच् प्रत्ययनिमित्तीकृत्य? इत्युक्ते निच् प्रत्ययनिमित्तीकृत्य किं कार्यं, प्रथमे कस्य कार्यस्य विषये चिन्तनीयम्? नीतिनीति परे किं भवति? यदि प्रत्ययः णित् अथवा इत् अस्ति तत्र किं भवति? अस्माभिः सूत्रद्वयं वृद्धिः भवति, वृद्धिः भवति. सो वृद्धिः कस्य वृद्धिः भवति? अचो णिति इति सूत्रेण अजन्तस्य वृद्धिः भवति. सो अत्र इगन्त न वक्तव्यम्, अत्र यदा णिच् प्रत्ययः अस्ति तदा अत्र णि धातुः अजन्तधातुः, अच् वर्णः अन्ते अस्ति, अजन्तधातुः, बिकास् प्रत्ययनिमित्तीकृत्य एव तत्र धातुः तस्य संज्ञा किं वक्तव्यम् इति तत्र तेन तत्र स्पष्टता भवति. इगन्त अस्ति चेत् गुणस्य गुणकार्यम्, अजन्त अस्ति चेत् वृद्धिकार्यम्. सो अत्र नीधातुः अजन्तधातुः, इगन्त अपि अस्ति, सत्यम्, इगन्त इतत् इकवर्णः अपि अस्ति, परन्तु इदानीं तु अस्माकं कार्यमस्ति वृद्धिकार्यं, निच् प्रत्ययः परे अस्ति, अतः धातुः अजन्तधातुः. इदानीं वदतु, नियोग इ इकारः, नियोग इ तत्र अनन्तरं निच् प्रत्ययः कित्वं नित्वम् अस्ति वा, गुणकार्यस्य वृद्धिकार्यस्य निषेधः अत्र अस्ति वा? निच् प्रत्ययन् आधारीकृत्य निषेधः भवति वा वृद्धिकार्यस्य? न भवति. सो करोतु, वृद्धि करोतु. केन सूत्रेण अत्र वृद्धिः भवति? धातु अजन्त अस्ति, परे निच् प्रत्ययः अस्ति, निच् प्रत्ययः साक्षात् ञ्यत् अस्ति, अतः सार्वधातुक न अचोणिनिति, अचोणिनिति, अचोणिनिति इति सूत्रेण किं भवति? तत्र वृद्धिः भवति. कस्य वृद्धिः भवति? इकारस्य. अच्वर्णस्य. सत्यम्, इकारस्य. अत्र अच्वर्णः इकारः, दीर्घ इकारः. इकारस्य किमर्थं चेत् अत्र यः इ अस्ति सः णित् अस्ति, णित् प्रत्ययः अस्ति. णिति णिति परे यः यदि साक्षात् परे अजन्तधातोः साक्षात् परे णित् प्रत्ययः अस्ति चेत् अत्र अच्वर्णस्य वृद्धिः भवति. सो केन सूत्रेण? अचोणिनिति. सो इदानीम् इकारस्य वृद्धिः किम्? के वृद्धिसंज्ञकवर्णाः? एकारः नास्ति न. वृद्धिसंज्ञकवर्णाः के? ऐ, औ, अपि च आत्. सो अत्र एक ईकारस्य स्थाने किम् आदेशः एतेषु त्रिषु? ऐकारः. एकारः तु गुणवर्णः, ऐकारः वृद्धिवर्णः. अत्र तु वृद्धिः भवति, न तु गुणः भवति. अतः ऐकारः. सो इदानीं नञ् योग इ अस्ति. इदानीं किम्? नञ् योग इ, अनन्तरं एचोयवायावः इति सूत्रेण नाय भवति. नाय एचोयवायावः इति सूत्रेण किं कार्यम्? तत्र ऐ स्थाने आय् आगच्छति. ऐ स्थाने आय्, ऐ अपगच्छति, तस्य स्थाने आय् आदेशः भवति. इदानीं किम् अस्ति? नायी. नायी इति किमस्ति? किमस्ति एतत् शब्दसमूहस्य का संज्ञा इदानीं? निच् प्रत्ययः कीदृशप्रत्ययः? निच् प्रत्ययः सनादिप्रत्ययः, कृत् प्रत्ययः नास्ति, सनादिप्रत्ययः अस्ति. सो इदानीं नायी इत्यस्य का संज्ञा? नायी इत्यस्य एतत् शब्दसमूहस्य का संज्ञा भवति? सनाद्यन्तः दातवः. सो पुनः एतस्य नायी इत्यस्य कृते पुनः धातुसंज्ञा भवति. कीदृशधातुः? उपदेशकधातुः न, अस्माभिः निर्मितं धातुः. आतिदेशिकधातुः. सर्वे सनाद्यन्तः धातवः आतिदेशिकधातवः, तेषां पुनः नीतो औपदेशिकधातुः. परन्तु नायी इदानीम् आतिदेशिकधातुः. परन्तु अस्य कृते अपि धातुसंज्ञा अस्ति. धातुसंज्ञा अस्ति चेत् वर्तमाने लट् इति सूत्रेण वयं लट् लकारः योजयितुं, सर्वेषां धातोः अनन्तरं लकारः आगन्तुं शक्यते. सो वर्तमाने लट् इति सूत्रेण अत्र लट् लकारः योजयितुं शक्नुमः. किमर्थं चेत् एतत्तु धातु अस्ति, धातुसंज्ञक अस्ति, अतः लट्. इदानीं वदतु. अनन्तरं नायि योग ल टकारस्य इत्संज्ञा. नायि योग अपि च अकारः, अकारः अपि अस्ति अत्र. अकारः उच्चारणार्थम्. अनन्तरं लस्य स्थाने टिप् आयाति. बिकास् अस्माकं विवक्षा एकवचनस्य अस्ति, विवक्षानुगुणम् एव तिप् आयाति. यदि मम विवक्षा बहुवचनस्य अस्ति चेत् जी आयाति, परन्तु मम विवक्षा तु एकवचनस्य अस्ति, प्रथमपुरुषस्य एकवचनस्य. सो प्रथमपुरुष एकवचनप्रत्ययः तु तिप् एव अस्ति, अतः तिप् इति आयाति. इदानीं वदतु. अनन्तरं अत्र तिप् प्रत्यय करोतु अनुबन्ध प्रथमसोपानम् अस्ति अनुबन्धानां निष्कासनं भूत्वा तत्र पकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः टि एव अवशिष्यते नायोग तिः अत्र शप् आयाति न किमर्थं शप् आयाति तस्य कृते निमित्तं किम् शप् प्रत्ययस्य हौ डस् शप् प्रत्यय कम् आफ्टर् धातु देर् आर् सम् कण्डिशन्स् न तत् किम् सार्वधातुकप्रत्ययः अपि च कर्तर्थक् कर्तरि शप् इति सूत्रमस्ति कर्तरि शप् सार्वधातुके तिप् प्रत्ययः कर्तरिप्रयोगे अपि भवति कर्मणिप्रयोगे अपि अस्ति सर्वे तिङ् प्रत्ययाः कर्मणिप्रयोगे कर्तरिप्रयोगे भावे प्रयोगे अस्माकं विवक्षा तु कर्तरिप्रयोगस्य अस्ति अपि च तिप् प्रत्ययः सार्वधातुक अपि अस्ति केन सूत्रेण तिप् प्रत्ययः सार्वधातुक भगिनि न तत्तु विधिसूत्रं तिंशित् सार्वधातु तिंशित् सार्वधातुकं तिंशित् सार्वधातुकम् इत्यनेन ति प्रत्ययः सार्वधातुकसंज्ञकः कर्तरिप्रयोगे अस्ति अतः यस्य कस्य धातोः साक्षात् परे सार्वधातुक कर्तर्थक् सार्वधातुक अस्ति चेत् तत्र मध्ये कर्तरि शप् इति सूत्रेण शप् आयाति सो अत्रापि शप् आयाति इदानीं वदतु भगिनि तत्र शकारस्य पकारस्य इत्संज्ञा भूत्वा लोपः भूत्वा तत्र कार एव अवशिष्यते नायि योग अयोग ति तत्र नाययति न इदानीं तत्र किं कार्यं शप्रत्ययः शप्रत्ययः कीदृशप्रत्ययः अस्य स्वभावः किम् शप्रत्ययस्य स्वभावः किम् शित् अस्ति पित् अस्ति शित् अस्ति चेत् गुणः भवति शित् अस्ति चेत् सार्वधातुक आम् सत्यं शित् अस्ति शित्वात् किं शित्वात् सार्वधातु पित् अपि अस्ति अतः गुणस्य कोऽपि निषेधः नास्ति नायी कीदृशधातुः अस्ति इदानीं शप् प्रत्यय आधारीकृत्य नायी कीदृशधातुः अन्ते कः वर्णः सो कीदृशधातुः अस्ति नायी इकारः इक् वर्णः सो इगन्तधातुः अन्ते इक् वर्णः इक् अन्ते यस्य सः इगन्तः सो इगन्त अस्ति इगन्तस्य धातोः किं भवति शित्पित् प्रत्यपरे इक् वर्णस्य किं न इक् अत्र वृद्धिविषये तु नित्नित् अपेक्षितं न भगिनि अत्र गुणकार्यं इकारस्य तत्र गुणं भवति केन सूत्रेण अन्ते इकवर्णः अस्ति चेत् केन सूत्रेण गुणः भवति सार्वधातुक आर्धधातुकयोः यदि अन्ते कोऽपि इकवर्णः अस्ति तदा एव सार्वधातुक आर्धधातुक इति सूत्रम् आगन्तुं शक्यते सो इकारस्य गुणः इकारस्य गुणः भवति किं भवति इकारस्य स्थाने किम् आदेशः एकारः एकारः तथा नाये भवति नाये भवति नायी नाये भवति इदानीं अनन्तरं ए योग अ अस्ति अय भवति एचोयवायावः सूत्रमपि वक्तव्यम् ऐ आदेशः भवति ऐ आदेशः भवति तत्र ऐ आदेशः भूत्वा तत्र नाययति इति नाययति इति किमस्ति नाययति इति नाययति किं कीदृशरूपम् अस्ति नाययति निजन्त लट्लकाररूपं नयति लट्लकाररूपं नाययति निजन्त लट्लकाररूपम् and somebody makes me to get something is nayayati he himself does not get the thing he makes me to do the get something so nayayati kimartham chet nich pratyah dhatoh anant hetumati cha sutrena nich pratyah dhatoh anantaram so tat hetuh bhavati karyasya krite hetu bhavati kimapi anyat person nayati itukte अहं स्वयं तत् वस्तु नयामि इति तत्र भवति तत्र प्रयोजक अस्ति प्रयोजककर्ता अत्र प्रयोजककर्ता भवति नाययति सो नाययति इति प्रथमे तत्र वृद्धिः भवति निच् प्रत्ययनिमित्तीकृत्य अनन्तरं शप् प्रत्ययनिमित्तीकृत्य गुणः भवति तिप् प्रत्यय आधारीकृत्य अपि गुणः सम्भवति परन्तु अत्र तु अङ्गम् अदन्ताङ्गम् अस्ति अकारस्य किमपि गुणः न भवति केवलम् इक् वर्णानाम् एव गुणः भवति अत्र पश्यतु प्रथमे तत्र नायय इति तत्र अङ्गम् अस्ति कस्य कृते तिप् प्रत्ययस्य कृते नायय इति अङ्गं सो नायय इति बिकास् गुणकार्यं वृद्धिकार्यम् अङ्गे भवति धातौ गुणकार्यम् इति न लिखितम् अङ्गस्य गुणः वृद्धिः यदा तत्र कोऽपि सार्वधातुक् पित् प्रत्ययः अत्र तिप् प्रत्ययः सार्वधातुक् पित् प्रत्ययः कोऽपि गुणस्य निषेधः नास्ति परन्तु अङ्गम् इगन्तं नास्ति कीदृश अङ्गम् अस्ति अत्र अदन्ताङ्गम् अस्ति अन्ते अकारः उपधायां यकारः अतः गुणस्य कोऽपि सम्भावना नास्ति अङ्गे कोऽपि गुणप्रसङ्गः एव नास्ति अतः केवलम् अत्र वर्णमेलनमेव भवति नाययति इति रूपम् परन्तु सर्वेषां प्रत्यय आधारीकृत्य अस्माभिः तत्र अङ्गं द्रष्टव्यं कीदृश अङ्गम् अस्ति बिकास् तिप् अपि प्रत्ययः अस्ति तिप् प्रत्यय केन् आल्सो इण्ड्यूस् गुण इन् द अङ्ग so we have to check that also every time we should first asmabhi tatra angasya nirmanam karniyam anantaram pratyasya yojanam karniyam so atra adanta angam asti atra kimapi na bhavitum shaknoti apicha upadayam api kopi lagu ikvarnah nasti puganta lagu padasya cha iti sutrasya api prasakti atra nasti pratyato pit asti gunasya kopi nishedah nasti sarvadhatuk asti परन्तु अङ्गं तादृशं नास्ति अङ्गम् अदन्तम् अस्ति सो निच् प्रत्ययः वृद्धिकार्यं नितिनीतिपरे भवति गुणकार्यं तु सार्वधातुक् पित् प्रत्ययपरे भवति अपि च कित् नित् नित् नित् भिन्न आर्धधातुक् प्रत्ययः अस्ति चेत् तत्र अपि किं भवति गुणकार्यं भवति इति अस्माभिः तत्र सर्वदा स्मर्तव्यम् अस्तु भगिनि अत्र अचूयनिति सूत्रं पूर्वं किणिति च वदनीयं वा आवश्यकं नास्ति वा कदा नियोग इ यदा कुर्मः किमिति किमर्थम् अत्र तु कित्नित् नास्ति न भगिनि तत्तु धातु अस्ति प्रत्ययविषये किमिति इति प्रत्ययस्य स्वभावः आम् नियोग निच् प्रथमे नियोग निच् कुर्मः खलु अतः निच् प्रत्ययः नित् अस्ति प्रथमे किमिति च अत्र किमिति च प्रसक्ति अस्ति वा भगिनि? अस्ति खलु? न, तत्र कण्ठनकारस्य इत् अत्र कण्ठनकारस्य इत् अस्ति वा? आमामां, न मम दोषः, तत्र कण्ठनकारः प्रत्यय तु कण्ठनकारस्य, अत्र तु मूर्धन्यनकारः. आमां, तत्र कोऽपि प्रत्ययः नास्ति. यः अण्यत् अपि अस्ति, अण्यत् अपि अस्ति, तादृशप्रत्ययः एव नास्ति भगिनि. अस्तु अस्तु, धन्यवादः. इदानीं तत्र तुमुन् तुमुन् प्रत्ययः का वदति? पूर्णिमा भगिनि, नियोग तुमुन् वदति वा भगिनि? भगिनि वदामि, नियोग तुमुन् तुमुन् आर्धधातुकप्रत्ययः अस्ति, अतः गुणः भूत्वा निये भवति, नकारस्य इच्छन् न भवति हलन्त्यमिति सूत्रेण. तुमुन् प्रत्ययेषु तुमुन् प्रत्यये के के अनुबन्धवर्णाः भगिनि? तुमुन् प्रत्यये नकार हलन्त्यम् इति सूत्रेण गुण हलन्तम् इति सूत्रेण इच्छन् न भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति, तुम् एव अवशिष्यते. अत्र उकारस्य कोऽपि प्रयोजनं नास्ति, अत्र उकारः उच्चारणार्थम्, उकारस्य अपि संज्ञा अस्ति, तुमेव अवशिष्यते. तुमेव अवशिष्यते. अत्र अधिक तुमन् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति, अतः गुणस्य कित् नास्ति, पित् नास्ति, अतः गुणः गुणस्य प्रसक्तिः अस्ति. ने भवति, नेतुम् इति सिद्धरूपं भवति. नेतुम् इति तत्र, अपि च अत्र अत्र तुमुन् प्रत्ययः इडन् सेट् वा अनिट् वा भगिनि? तुमुन् प्रत्ययः अनिट्. कथं? तकारः वलादिवर्णः, वल् प्रत्याहारस्य वर्णः. सेट् अस्ति तुमुन् प्रत्ययः सेट्, परन्तु अत्र धातु अनिट् अस्ति, अतः नी धातुः अनिट् अस्ति, परन्तु तुमुन् प्रत्ययः तु सेट् एव, यथा त्वा सेट् तथैव तुमुन् अपि सेट्. तकारादिकृत् प्रत्ययः सर्वे प्रायशः सेट् एव. यः तकारः वल् प्रत्याहारस्य वर्णः, वश्न अस्ति, अवश् अस्ति, अवशादि अस्ति, वलादि अस्ति, अतः यत्र यत्र तवतु, तव्यत् एते सर्वे सेट् एव, त्वा क्त एते सर्वे कृत्प्रत्ययः सेट् प्रत्ययः. यत्र तकारः आदिं वर्णः अस्ति, तुमुन् तु सेट्, परन्तु धातु सेट् नास्ति, धातु अनिट् अस्ति, अतः इडागमः न भवति, निषेधः भवति, इडागमस्य निषेधः. अत्र केन सूत्रेण अत्र इडागमस्य निषेधः भगिनि? एकाच उपदेशे अनुदातात्. अत्र ईकारः अनुदात् वर्णः, सो एकाच् अस्ति, नी धातुः, सो एकाच् उपदेशे अनुदातात् धातोः अनन्तरम् इडागमस्य न इट् इडागमस्य निषेधः भवति. धातु एकाच् अस्ति, अपि च इकारः अत्र अनुदात्, सो एकाच् उपदेश्य अनुदात्तात् पञ्चमी अस्ति, तस्मात् अनन्तरं यः इडागमः प्रत्ययस्य, यः इडागमः तस्य निषेधः अस्ति, निषेधकसूत्रम् अस्ति एकाच् उपदेश्य अनुदात्तात्. यथा नेड्वशीकृति इति निषेधकसूत्रं, कस्य निषेधकसूत्रम्? इडागमस्य निषेधः करोति, तथैव एकाच् उपदेश्य अनुदात्तात् इति सूत्रम् इडागमनिषेधकसूत्रं, बिकास् प्रत्ययः तु इडानुकूलः अस्ति. स्वात्र आर्धधातुक् सेड् वलादेः इति सूत्रेण इडागमः भवेत्, परन्तु न भवति. किमर्थं न भवति? एका च उपदेशे अनुदात्तात् अनन्तरं न इट् इडागमस्य निषेधः अस्ति. अतः णीधातुः अनन्तरं तुमुन् प्रत्ययस्य इडागमः न भवति, अतः नेतुम् एव रूपम्. सर्वे सूत्राणि, सर्वाणि सूत्राणि अस्माभिः तत्र तेषां वारं वारं तत्र अभ्यासः करणीयं, तदा एव वयं स्मरामः. महोदय, अत्र ऐ नो ऐ एम् राङ्ग्, परन्तु न जानामि किमर्थ एतत् तुमुन् नकारः तुस्माः अन्तर्भूता याति खलु, तु तत न अत्र नकारस्य न भवनीयं खलु? न विभक्तौ तुस्माः, न विभक्तिप्रत्ययः नास्ति न भगिनि, तुमुन् प्रत्ययः विभक्तिसंज्ञकः नास्ति, केवलं तिङ् अपि च सुप् अपि च तिङ्गेव विभक्तिसंज्ञक् प्रत्ययः. तुमुन् प्रत्ययः कृत् प्रत्ययः, न तु विभक्तिसंज्ञक् प्रत्ययः. न विभक्तौ तु स्मः, विभक्तौ एव तु स्मः इति न भवति. अस्तु, सो अत्रापि लिखितम्, अत्रापि तुमुन् प्रत्ययान्तरूपम् अव्यसंज्ञा प्राप्नोति. के वि महोदय तत्र सूत्रं स्मारयति वा? कृण्मेजन्तः इति खलु, कृण्मेजन्तः, सत्यं सत्यम्, कृण्मेजन्तः. कृण्मेजन्तः इति सूत्रेण किं भगिनि? अव्ययसंज्ञा भवति. कृत् कृत्तद्धितसमासः इति सूत्रेण अपि च कृण्मेजन्तः, मकारान्त् उत् एच् वर्णान्त्, परन्तु अत्र तु यस्य पूर्वे किं सूत्रमस्ति अत्र एव अस्मिन् प्रक्रियायाम् एव अव्यसंज्ञा अस्ति. कृण्मेजन्तः इत्यनेन मकारादि, आम् तुमुन् मकार अस्ति, आम् अनेन सूत्रेण तुमुन् प्रत्ययः अव्यसंज्ञा प्राप्नोति. सि द तुमुन् प्रत्ययः तत्र मकारः अन्ते अस्ति, तुम्. सो कृण्मेजन्तः इति सूत्रेण तुमुन् प्रत्ययान्तशब्दः अव्यसंज्ञा प्राप्नोति. प्रथमे तस्य कृत् प्रदित् समासः च इति सूत्रेण नेतुम् इत्यस्य कृते प्रातिपदिकसंज्ञा, अनन्तरम् अनेन सूत्रेण तस्य अव्यसंज्ञा अपि अस्ति. कस्य? नेतुम् इत्यस्य. सो नेतुम् इत्यस्य कृते अव्यसंज्ञा अनेन सूत्रेण भवति, कृण्मेजन्तः. अत्र अत्र अस्ति त्वान्त, एतत् अनन्तरं. सो 1139 इति सूत्रं कृण्मेजन्तः, साक्षात् अनन्तरम् अस्ति त्वा तोसुन् कसुन्, एतत् एतेषां शब्दसमूहानाम् अपि अव्यसंज्ञा प्राप्नोति. अनेन सूत्रेण तत्र अव्यसंज्ञा अस्ति त्वान्तस्य. त्वा तोसुन् कसुन्, तोसुन् अपि प्रत्ययः, कसुन् अपि प्रत्ययः, त्वा अपि प्रत्ययः, सो अव्यसंज्ञा. स्क्रीन् दृश्यते वा भगिनि? सो एतत् सूत्रद्वयम् अनयोः एव तत्र तुमुनान्तस्य अव्यसंज्ञा अपि च अनेन सूत्रेण त्वान्तस्य अव्यसंज्ञा. अव्यसंज्ञा अस्ति चेत् अनन्तरम् अव्ययाद् आप् सुपः इति सूत्रेण सुप् प्रत्ययानां लुक् भवति. सो अव्ययाद् आप् सुपः इति सूत्रमस्ति, तत्र तेन सुप् प्रत्ययानां लुक् भवति. अव्ययाद् अत्र पश्यतु, अव्ययात् आप् सुपः लुक्, पूर्वसूत्रात् लुक् इति अनुवृत्तिः अस्ति. सो येषां येषां शब्दसमूहानाम् अव्यय इति संज्ञा अस्ति अनेन सूत्रेण एव तत्र सर्वेषां सुप्रत्ययानां लुक् भवति अतः एकमेव रूपम् अस्ति नेतुं नीत्वा इति एकमेव रूपम् अस्ति एतत् कृदन्त अव्यप्रत्ययद्वयं त्वा अपि च तुमुन् सो रिमेम्बर् दीस् थ्री सूत्रास् कृण्मे जन्तः इत्यनेन तुमुन् मकारान्त् प्रत्ययस्य तत्र अव्ययसंज्ञा भवति अपि च त्वा तोसुन् कसुन् इति सूत्रेण त्वा त्वान्तस्य अव्ययसंज्ञा भवति अनन्तरम् अव्ययादाप्सुपः इति सूत्रेण तत्र सुप्रत्ययानां लुक् भवति अतः एकमेव रूपम् अस्ति इट् इस् बिकास् यदा वयं कृत्प्रत्ययः कोऽपि कृत्प्रत्ययः योजयामः तत्र स्त्रीलिङ्गे पुल्लिङ्गे नपुंसकलिङ्गे रूपाणि भवन्ति एकवचने द्विवचने प्रथमाविभक्ति इति तत्र रूपाणि सम्भवन्ति परन्तु अत्र न भवति किमर्थं चेत् अत्र तु एतत् कृदन्त अव्ययम् इति वदामः त्वान्त तुमुन् तुमुनान्तरूपम् अस्तु इदानीं तत्र चीदातुः तोसुन् कसुन् त्वा तोसुन् कसुन् नम्बर् का वदति चीदातुविषये के वि महोदय वदति वा महोदय चीदातुः वदतु भगिनि किमस्ति एकवचने द्विवचने च महोदय चीदातुः लट् लकारस्य एकवचन द्विवचन च इति लिखितम् अत्र सो ची धातुः अपि इयत् धातुः चिन्तयामि ची इति अत्र कस्य गणस्य धातुः स्वादिगणस्य स्वादिगणस्य चुरादि स्वादि ची अत्रापि सो अत्रापि इकारः अनुदात् अस्ति अत्र यकारस्य इत् संज्ञा भवति के वि महोदय अस्ति वा वदतु स्वादिगणस्य ची धातुः अस्ति ची अस्ति स्वादिगणदात्वम् अस्ति हलन्त्यम् इत्यनेन यकारस्य यत् भवति यद् भवति तस्य लोपः लोपः भवति अतः ची अवशिष्यते ची इगन्तदातु अस्ति अपि च अत्र यकारस्य इत् अस्ति चेत् तस्य किं प्रयोजनम् सरितनितः कर्तरि अभिप्राये क्रियाफले इति सूत्रेण आत्मनेपदी अस्ति एवं च कर्तर्थः शेषात् कर्तरि शेषात् कर्तरि परस्मैपदं परस्मैपदी अस्ति अतः उभयपदी द्वयोः रूपं भवति अपि च अन्यत् अस्ति इत्युक्ते अत्र इकारः अनुदात् एकः च अस्ति अनुदात् अस्ति उपदेशु अवस्थायाम् अनुदात् अस्ति अतः एकाच उपदेशे अनुदातात् अनेट् भवति धातु अनेट् भवति अतः अस्मात् अनन्तरं तत्र इडा प्रत्ययस्य इडागमस्य निषेधः अस्ति एकाच उपदेशे अनुदातात् इति सूत्रम् इडागमस्य निषेधकसूत्रम् एतत् धातोः अनन्तरम् इडागमस्य निषेधः अस्ति यद्यपि प्रत्ययः इडानुकूलः तथापि अत्र इडागमः न भवति किमर्थं चेत् धातुः इडागमस्य निषेधः करोति अनुदात् अस्ति इदानीं वदतु ची योग लट् लकार एकवचनस्य विवक्षा. सो लट् लकार प्रथमपुरुषे एकवचनरूपं विवक्षा अस्ति. ओके, चि योग लट् वर्तमाने लट् आयाति तो टकारस्य हलन्त्यम् इत्यनेन लोपः भवति, इति भवति तस्य लोपः भवति. अत्र लट् अकार ल लकार अकार अस्ति, अकार अनुनासिक अस्ति न, उच्चारः अनुनासिक अस्ति परन्तु उच्चारणार्थम् अस्ति, उच्चारणार्थं. सो ओके, देन् लकारे एव अवशिष्यते, चियोग लकारे एव अवशिष्यते. लकारस्य लस्य इत्यनेन तिप्तस्जि आदेशाः भवन्ति, आदेश भवति. सो तिप् आयाति, तिप् अत्र. देन् तिङ्गस्त्रीणि त्रीणि प्रथम तिपायाति एव तिङ्गस्त्रीणि त्रीणि, अपि च तानि एकवचन द्विवचन बहुवचनानि एकशः, अतः तिप् एव आयाति. सो देन् नौ ति तिप् इस् तिङ् एण्ड् पित्, सो सार्वधातुकम् एण्ड् गुणनिषेध नास्ति, पित् अस्ति. एवं च ति सार्वधातुकमस्ति, अतः कर्तरि शप् इत्यनेन विकरणप्रत्ययः अपि स्वादी अस्ति, अतः स्वादिभ्यः शृणुः इत्यनेन शृणु स्वादिभ्यः शृणु, द्वयोः मध्ये कः सम्बन्धः? कर्तरि शप् शप् आदेश आदेशः अस्ति, किन्तु स्वादिभ्यः तत्र बाधकसूत्रमस्ति न, अपवादसूत्रम्, अपवादसूत्रम्, अपवादसूत्रमस्ति. कस्य अपवादसूत्रमस्ति? कर्तरि शप् इत्यस्य अपवादसूत्रम्. अत्र द्वयोः मध्ये उत्सर्ग अपवाद सम्बन्धः, एकमस्ति उत्सर्गसूत्रं सामान्यसूत्रं जनरल् सूत्रमस्ति कर्तरि शप्, परन्तु स्वादिभ्यः शृणु इति सूत्रं विशिष्टसूत्रं, केवलं स्वादिगणे ये धातवः सन्ति तत्र एव शृणु इत्यस्य विधानम्. अतः एतत् विशिष्टसूत्रम् औत्सर्गिकसूत्रमस्ति, सोरि अपवादसूत्रमस्ति, अपवादसूत्र अत्र उत्सर्ग अपवादसम्बन्धः, अतः अपवाद अपवादसूत्रमेव बलवत् भवति. सो शृणु चि योग शृणु योगति नौ चि योग शृणु शृणु शकार अस्ति लश कृतदिते इति भवति तस्य लोपः. सो नु एव अवशिष्यते, चि योग नु योग ति चि नौ स्नु शित् अस्ति, अतः तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञा भवति. चि इगन्त अस्ति, अतः सार्वधातुकार्धधातुकयोः गुणकार्यं प्रसङ्गः अस्ति. सार्वधातुक पित् नास्ति श्नु नु श्नु पित् नास्ति अतः सार्वधातुकम् अपित् कार्यं गुणकार्यं किनित्ति सार्वधातुकम् अपित् इति सूत्रेण किं नित्वत् भवति श्नु इदानीं भवति निद्वद् भवति अतः गुणकार्यं न अतः किनिति च सूत्रस्य प्रसक्तिः अन्यथा नास्ति सो किनित्ति च सूत्रस्य प्रसक्तिः अस्ति गुणनिषेधः भवति नित् प्रत्ययस्य गुणनिषेधः कारणेन नित् प्रत्ययस्य कारणेन गुणनिषेधः भवति इदानीं सो चि योग नु योगति ति प्रत्ययः योग नु चिनु इति अङ्गम् इदानीं चिनु इति अङ्गम् चिनु अङ्गम् ति प्रत्ययस्य चिनु अङ्गमस्ति ति प्रत्ययः तिङ् अस्ति सार्वधातुकं संज्ञा प्राप्नोति पित् एव अस्ति अतः गुणकार्यं गुणकार्यस्य प्रसक्तिः अस्ति नु चिनु अन्ते उकारः अस्ति अतः इगन्त अस्ति अतः सार्वधातुकम् इगन्त अङ्गम् अस्ति वदतु अतः सार्वधातुकार्धधातुकयोः गुणकार्यं भवति सो उकारस्य ओकारः भवति चिनोति चिनोति चिनोति एव लट् लकार एकवचनस्य रूपमस्ति चिनोति लट् लकारस्य एकवचनरूपमस्ति चिनोति प्रथम एकवचने सर्वत्र तत्र गुणकार्यं भवति चिनोति चिनोषि यः सी सिप् प्रत्ययः तत्र सामान्यप्रक्रिया भवति केवलं यः सिप् तिप् तस् जि सिप् थस्थ सो सिप् प्रत्ययः अपि पित् प्रत्ययः अतः सार्वधातु पित् प्रत्ययः परे अस्ति चेत् चिनु इत्यस्य उकारस्य गुणः भवति चिनो चिनो भवति चेत् अनन्तरम् आदेशप्रत्ययोः इति सूत्रेण सकारस्य षकारादेशः भवति किमर्थं चेत् अत्र ओकारः इन्को वर्णः अतः मध्यमपुरुष एकवचने किं रूपं चिनोषि इति रूपम् अन्येकवारं वदतु भगिनि किमर्थं षकारः आगच्छति प्रत्ययस्य आदिं कस्यापि प्रत्ययस्य आदिं वर्णः सकारः अस्ति चेत् आदेशप्रत्ययोः इति सूत्रेण तत्र मूर्धन्य आदेशः भवति सो आदेशप्रत्ययोः इति सूत्रेण सकारस्य षकारादेशः भवति परन्तु आदेशप्रत्ययोः इति सूत्रे निमित्तं किम् अस्ति इन्को वर् इन्को परे इन् इत्युक्ते इन् प्रत्याहारः अपि च कु कख गगङ इति वर्णः परे साक्षात् परे सकारस्य साक्षात् पूर्वे तत्र कोऽपि इन्को वर्णः अस्ति चेदेव कार्यं भवति षकारादेशः भवति सो इन् इत्युक्ते अ इ उन् रीलुक् ए ओङ् सो अ इ उन् इत्युक्ते अकार विहाय इकारः उकारः ऋकारः इ तत्र तत्र यः मूर्धन्यनकारः इन्को इत्युक्ते अत्र पश्यतु एकवारं क्लीन् करोमि तत्र इन्को वर्णः इति इन्को सो इन् इति प्रत्याहारे तत्र अ इ उन् रीलुक् अ इ उन् अ इ उन् रीलुक् एकनिमिषः भगिनि नकारः कुत्र आयाति प्रत्याहारसूत्रेषु अस्ति यमगणनं न तत्र द्वितीयसूत्रमस्ति हा इव रुकारः अपि अस्ति एकनिमिषः सूत्रं पश्यामि वन् सेकेण्ड् भगिनि कण्ठ्यनकारः अस्ति वा किमस्ति अहं चिन्तयामि कण्ठ्यनकार एकनिमिषः सूत्रपाठः आदेश प्रत्ययोः अष्टाध्यायी पुटं न दृश्यते पिन् को न दृश्यते वा शेर् करोमि अत्र पश्यतु आदेश प्रत्ययोः आदेश प्रत्ययोः आम् मूर्धन्यनकारः अस्ति सो इन्कोः परस्य अपदान्तस्य आदेशरूपेण प्रत्ययस्य अव्ययस्य वा सकारस्य मूर्धन्य आदेशः भवति अत्र कुवर्णः अस्ति अपि च इन् लन् प्रत्याहारस्य लन् पर्यन्तं सो हयवरट अपि अस्ति सो सर्वे स्वराः अविहाय सर्वे स्वराः अन्तस्थाः अपि च हकारः सो सकारस्य मूर्धन्य आदेशः सर्वे स्वराः परन्तु अकारं विहाय अतः तत्र रमासु एव अस्ति परन्तु रामेषु अस्ति किमर्थं चेत् तत्र एकारादेशः भवति अतः तत्रापि सु सकारस्य शु आदेश मूर्धन्य आदेशः भवति अनेन सूत्रेण एव तत् कार्यं भवति परन्तु रमा इति दीर्घ आ अस्ति इन्को वर्णः तत्र तु णत्वस्य नियमः आगच्छति तद् सुलभः अत्र तु णत्वस्य नियमः नास्ति न तत्र णत्वनियमः नास्ति भगिनि अनेन सूत्रेण एव तत्र सकारस्य शकारादेशः भवति रामेषु इति सूत्रे सप्तमी बहुवचनप्रत्यये सुप् प्रत्यये तत्र अनेन सूत्रेण एव शकारादेशः भवति भगिनि रामेषु रमासु वृक्षेषु इति तत्रापि तत्र सु सुप् प्रत्ययस्य अनेन तत्र रेफ अपि अस्ति खलु तत्र कुत्र न परन्तु तत्र तु अस्ति परन्तु यदा तत्र कोऽपि अन्य अस्ति चेत् अनेन सूत्रेणैव कार्यम् अस्ति रेफस्य आधारेण तत्र नकारस्य मूर्धन्य आदेशः न नत्वम् अहं तु सप्तमी बहुवचनविषये वदामि तत्रापि सुप् सुजस् अमोक्षष्टाभ्याम्भिस् तत्र षत्वम् अस्ति सप्तमी बहुवचनप्रत्ययः सुप् प्रत्ययः तत्र प्रत्ययस्य आदिं वर्णः सकारः शब्दरूपेषु अपि तत्र तथैव भवति यत्र यत्र इन्को वर्णः पूर्वे अस्ति तत्र एव सकार सु इत्यस्य शु भवति यत्र अकारः अस्ति अथवा कोऽपि अन्यवर्णः यथा तत्र हलन्तप्रातिपदिकम् अस्ति तत्र न भवति पश्यतु भगिनि अकारः अस्ति चेत् तत्र अवगतं न तत्र विष्णुषु इति विष्णु इति प्रातिपदिकम् अस्ति उकारान्त प्रातिपदिकम् अस्ति तत्र अपि सुप्रत्ययस्य सु भवति अनेन सूत्रेण एव कार्यमस्ति आदेशप्रत्ययोः सो प्रत्ययस्य यः आदिं सकारः तस्य मूर्धन्य आदेशः अनेन सूत्रेण एव भवति अत्रापि भवति कुत्र स्मः वयम् आम् सो सुप् सिप् प्रत्ययनिमित्तीकृत्य अपि चिनु चिनो भवति चिनोति चिनोषि अपि च चिनोमि तत्रापि नु नो भवति परन्तु यदा तत्र अपित् सार्वधातुक अपित् प्रत्ययः अस्ति तदा तत्र गुणनिषेधः द्विवचने यथा तत्र द्विवचनात् द्विवचनस्य विषये वदतु भगिनि महोदय तत्र इदानीं चिनु इति अङ्गमस्ति अपि च द्विवचनात् लट् लकारस्य द्विवचनात् प्रत्ययः तस्य विषये वदतु महोदय प्रथमपुरुष द्विवचनरूपं तस् चिनुपर्यन्तं तु चिनुपर्यन्तं प्रक्रिया समानं चिनु इति अङ्गमस्ति इदानीं तस् इति प्रत्ययः द्विवचनात् प्रत्ययः सो तस् सकारस्य हलन्त्यम् इत्यनि इति भवति न विभक्तौ तु स्मः निषेधः निषेधः अस्ति अतः तस् एव अवशिष्यते सो देन् चि योग तस् देन् स्वादिभ्यः श्नुः श्नु विकरणप्रत्ययः आयाति सो चि योग श्नु योग तस् देन् सो श्नु लशक् शकारस्य लशक् तदित्य देन् इत् तस्य लोप सो चि योग नु योग तस् सो देन् नु इस् तिङ् प्रत्ययः अस्ति अतः सार्वधातुक संज्ञा प्राप्नोति चि इगन्त अङ्गमस्ति अतः सार्वधातुक अर्धधातुकयोः गुण प्राप्नोति किन्तु नु स्नु अपित् अस्ति अतः किम् अपित् अस्ति स्नु स्नु चि योग नु अस्माभिः चिनु इति अङ्गं प्राप्तम् आम् चिनु विल् बि फार् आल् द तिप् प्रत्यय चिनु विल् बि द अङ्गम् दट् वी हव् आल्रेडि फौण्ड् इदानीं तत्र अस्ति चिनु योग ऐ एम् लुकिङ्ग् एट् चि एण्ड् नु प्लस् नु तत् अभवत् न महोदय यदा तत्र तिप् प्रत्ययस्य विषये अस्माभिः चिन्तनं कृतं अङ्गं प्राप्तम् चिनु इति अङ्गं प्राप्तं नी ऐ वास् वर्किङ्ग् फ्रोम् देट् एट् देट् स्टेज् ऐ वास् बिट्वीन् चि एण्ड् नु ओके नौ चिनु योग तस् अस्ति तो नु तु उकार अस्ति अङ्गे तु सो इगन्त् अङ्गमस्ति तस् टिप् अस्ति सो सार्वधातुकमस्ति अतः सार्वधातुकं किन्तु सार्वधातुकमस्ति सार्वधा तस्य प्रत्ययः सार्वधातुक अस्ति अपि च अपित् अस्ति अपित् अस्ति अतः निद्वत् भवति अतः गुणनिषेधः अस्ति सो किनु तस् भवति किन्तु न सकारस्य लट् कृत्वा पृथ्वे सस्जुहुरुः इति सूत्रेण सकारस्य ऋत्वं भवति अनन्तरं थरौसान् विसर्जनीय इति सूत्रेण रेफस्य विसर्गादेशः भवति तत्तः इति अन्ततो गत्वा तः इति प्रत्ययः परन्तु इदानीं तत्र अन्यत् सूत्रस्य प्रसक्तिः अस्ति अत्र चिनु यदा तत्र स्वादिगणस्य नु प्रत्ययान्त अङ्गम् अस्ति अस्माभिः सूत्रं पठितं वा अचि शृणु धातु ब्रुवां युवो रियङ् वङ्गौ इति सूत्रं पठितं वा अत्र न अस्मिन् वर्गे न पठितम् चेतना भगिनी अचिष्णु धातु ब्रुवाम् इति सूत्रं पृष्टं वा? न महोदय. एकं सूत्रम् अस्ति, यदा तत्र स्वातिगणस्य नू नू प्रत्यान्त यः अङ्गम् अस्ति तत्र एकं सूत्रम् अस्ति, सूत्रद्वयम् अस्माभिः स्मर्तव्यं यदा तत्र स्वादिगणस्य धातुः अस्ति, अपि च यदा तत्र तस्य परे अपित् प्रत्ययः अस्ति. सो स्वादिगणे नू प्रत्यान्त अङ्गं भवति. सि तिप् सिप् मिप् इति सार्वधातु पित् प्रत्ययः, तत्र नू इत्यस्य नो भवति. चिनोति, चिनोषि, चिनोमि इति एकवचने रूपाणि. किमर्थं चेत् तिङ् प्रत्ययेषु केवलं त्रीणि प्रत्ययाः एव, त्रयः प्रत्ययाः एव पित् प्रत्ययः, तिप् सिप् मिप्. अन्य सर्वे प्रत्ययाः अपित् प्रत्ययाः, तस् झि, थस् थ, मस् वस्, एते सर्वे प्रत्ययाः अपित् प्रत्ययः. सार्वधातुकाः सन्ति परन्तु अपित् प्रत्ययः. सो अचिष्णु धातु ब्रुवाम् इति सूत्रं वदति, यदा तत्र ष्णु प्रत्यान्त अङ्गम् अस्ति, यस्य धातोः अनन्तरं नु इति अङ्गम् अस्ति, अथवा यदा कोऽपि इकारान्त उकारान्त धातोः अस्ति, तस्य परे कोऽपि सार्वधातुक अपित् प्रत्ययः, सार्वधातुक अपित् प्रत्ययः अस्ति परन्तु अजादि अस्ति, तस् इति अजादि नास्ति, तदा तत्र इकारस्य इयङादेशः भवति, उकारस्य उवङ्गादेशः भवति. परन्तु अत्र तस्य सूत्रस्य प्रशस्तिः नास्ति. किमर्थं चेत् सूत्रमस्ति अचिष्णु धातु ब्रुवाम्, अचि इत्यनेन सप्तमी अन्तम् अस्ति. सो अजादि प्रत्ययः भवेत्, परन्तु अत्र तस् तु अजादि नास्ति, तस्तु अत्र हलादि अस्ति, अतः अत्र अचिष्णु धातु ब्रुवाम् इति सूत्रस्य प्रसक्तिः न भवति. परन्तु तस्य साक्षात् तत्र साक्षात् नास्ति. तस्य अनन्तरम् एकम् अन्यत् सूत्रम् अस्ति, हुष्णुवोः सार्वधातुके इति सूत्रम्. हुष्णुवोः सार्वधातुके इत्युक्ते हु इति धातुः, हु इति धातु साक्षात् उक्तम् अस्ति. अपि च श्नु यस्य धातोः अनन्तरं श्नु अस्ति, कस्य धातोः अनन्तरं श्नु विधीयते? स्वादिगणस्य धातोः अनन्तरं श्नु विधीयते. सो हुष्णुवोः सार्वधातुके इति सूत्रेण यदा तत्र तस्य सार्वधा तत्र यनादेशः भवति, उकारस्य इकारस्य यनादेशः भवति. सो अत्र परन्तु तत्रापि अचि इति तत्रापि अचि इति पदस्य अनुवृत्तिः अस्ति, अतः यदा यत्र यत्र श्नु प्रत्यान्तङ्गम् अस्ति, एतत् सूत्रद्वयस्य विषये अवश्यं चिन्तनीयम्. अचिष्णु धातु ब्रुवाम्, अपि च हुष्णुवोः सार्वधातुके. परन्तु सूत्रद्वये तत्र अचि अचि इति तत्र अनुवृत्तिः अस्ति, परन्तु अत्र अजन्त अच् प्रत्ययः अजादि नास्ति, हलादि अस्ति, आदिमवर्णः हल् अस्ति, अतः न तु अत्र अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः, न अत्र हुष्णुवोः सार्वधातुके. यद्यपि सार्वधातुक अस्ति परन्तु अजादि नास्ति, अतः अत्र किमपि अन्यत् कार्यं नास्ति, अत्र केवलं वर्णमेलनं भवति, चुनुतः इति रूपम् अस्ति. परन्तु यदा वयं बहुवचनप्रत्ययः विषये चिन्तयामः, तत्र अन्ति इति रूप प्रत्ययः अस्ति, अन्ति जि इति प्रत्ययः. सो अन्ति इत्यस्य अजादि अस्ति, तत्र जकारस्य अन्तादेशः भवति. एकवारं क्लीन् करोमि. सो द्विवचनात् रूपम् अस्ति चुनुतः, किमपि कार्यं नास्ति तत्र. अचिष्णु धातु ब्रुवाम् इत्यस्य कार्यमपि नास्ति, हुष्णुवोः सार्वधातुके इत्यपि कार्यं नास्ति, परन्तु द मूमेण्ट् वि गो टु द बहुवचन प्रत्ययः, चुनु इति अङ्गम् अस्माभिः प्राप्तम्, अनन्तरं झि इति प्रत्ययः, तिप्तस् झि, बहुवचनात् झि प्रत्ययः. अत्र जोऽन्तः इति सूत्रेण जकार अव्ययस्य अन्तादेशः भवति, जकारस्य अन्त आदेशः भवति अपि च तत्र ह्रस्व इकारः अपि अस्ति. सो सिद्धप्रत्ययः अस्ति अन्ति इति सिद्धप्रत्ययः. सो यदा वयं चिनुयोग अन्ति कुर्मः तदा तत्र हुष्णुवोः सार्वधातुके इति सूत्रेण किं भवति? यनादेशः भवति. सो इट् बिकम्स् चिनु योग अन्ति बिकास् इदानीं यः सार्वधातुकप्रत्ययः सः अजादि अस्ति, तत्र अच् वर्णः आदौ अस्ति. सो अत्र अचिष्णु धातु ब्रुवां युवोर् यङ्गवङ्गौ इति सूत्रस्य अपवाद् सूत्रमस्ति हुष्णुवोः सार्वधातुके, तेन अत्र उकारस्य यनादेशः भवति. सो उकारस्य यनादेशः कुर्मः चेत् किम्? उकारस्य किम् आदेशः उकारस्य स्थाने? कोऽपि वदतु. य न उकारस्य यनादेशः वकारः, उकारस्य वकारादेशः भवति. सम्प्रसारणं वक्तुं शक्यते? सम्प्रसारणं वक्तुं शक्यते? न न, उष्णुवोः सार्वधातुके इत्यनेन यनादेशः, तेन सूत्रेण यनादेशः भवति. इकारस्य उकारस्य यनादेशः भवति. अनन्तरम् अन्ति इति प्रत्ययः. इदानीं वर्णमेलनं कुर्मः चेत् किं भवति? चिन् वन् ति. सो चिन्वन्ति इति बहुवचनं रूप, चिनोति चिनुतः चिन्वन्ति इति रूपम्. अवगतं वा? इति चीधातुः लट् लकार प्रथमपुरुषस्य रूपाणि, चिनोति चिनुतः चिन्वन्ति इति रूपम्. सो अत्र केन सूत्रेण कार्यं? हुष्णुवोः सार्वधातुके. यः सम्प्रसारणं कार्यमस्ति न भगिनी, सः कितिनीति परे भवति, पर अपि च विशिष्टधातूनां सम्प्रसारणं भवति. अत्र सम्प्रसारणकार्यं नास्ति, अत्र यनादेशः अस्ति. सो उकारस्य यनादेशः वकारः, अतः चिन्वन्ति इति रूपम्. अवगतं वा? अत्र पश्यतु सूत्रं पुनः वदतु भगिनि. हुष्णुवोः सार्वधातुके, हुष्णुवोः, हुष्णुवोः सार्वधातुके, ष्णु इति तत्र साक्षात् उक्तमस्ति, ष्णु इति प्रत्ययः उष्णु. अत्र पश्यतु 6487, हुष्णुवोः सार्वधातुके. सार्वधातुक् प्रत्यये परे सार्वधातुक् विषये, परन्तु अत्र अचि इत्यस्य अनुवृत्तिः अस्ति अजादि सार्वधातुके. सो तस्यापि सार्वधातुक् अस्ति परन्तु अजादि नास्ति, अतः अनेन सूत्रेण तत्र यनादेशः न भवति, यन् इति आदेशः भवति. सो अत्र सः सार्वधातुक् भवेत्, अन्ति इति सार्वधातुक् अस्ति, तिङ्क्षित् इत्यनेन सर्वे तिङ् प्रत्ययः सार्वधातुकसंज्ञकाः, परन्तु तस् अजादि नास्ति, अतः तत्र एतत् सूत्रस्य कार्यं नास्ति. परन्तु द मोमेण्ट् वि गो टु द अन्ति, तत्र कार्यमस्ति यनादेशः. सो इफ् वि सी द ची धातुः दिस् लट् लकार एकवचनस्य रूपाणि, सो नौ वि विल् गेट् द क्लियर् इमेज् बिकास् वी हेव् डन् दिस्. कुत्र अस्ति स्वादिगणस्य? अत्र चिनोति चिनोषि चिनोमि, हियर् द नू बिकम्स् नो, हियर् आल्सो नू बिकम्स् नो, नू बिकम्स् नो. वै? अत्र सर्वत्र तिप् सिप् मिप् सार्वधातु पित् प्रत्ययः, पित् पित् पित्, अतः ऊ बिकम्स् ओ. प्रथमे गुणकार्यं, गुणकार्यम् इस् अ विशिष्टकार्यं. सो यत्र गुणप्रसङ्गः तत्र गुणः अवश्य करणीयम्. यत्र गुणः न भवति तत्र एव अचिष्णु धातु ब्रुवाम् अपि च हुष्णुवोः सार्वधातुके इत्यस्य विषये चिन्तनीयम्. सि अत्र चुनुतः चुनुथः चुनुथ चुनुवः च चुनुमः बिकास् तस् थस् थ वस् मस् एते सर्वे अजादि न सन्ति, एते सर्वे हलादिप्रत्ययः, सार्वधातुकाः सन्ति परन्तु सर्वे हलादि, अतः किमपि कार्यं नास्ति. नथिङ्ग् हेपन्स् टु चुनु, चुनु रिमेन्स् चुनु एव. बट् द मूमेण्ट् वि गो टु द अन्ति इट् इस् हलादि, अतः अत्र यनादेशः भवति, अत्रैव कार्यमस्ति. अन्यत्र कुत्रापि हुष्णुवोः सार्वधातुके अथवा अचिष्णुधातु इत्यस्य कार्यं नास्ति अत्रैव. किमर्थं चेत् बहुवचने एव अजादि सार्वधातुप्रत्ययः अन्ति. अवगतं वा? स्वादिगणस्य यः श्नु प्रत्ययान्त अङ्गम् अस्ति तत्र एतत् सूत्रद्वयं सर्वदा अस्माभिः स्मर्तव्यम्, अचिष्णु धातु ब्रुवाम् अपि च हुष्णुवोः सार्वधातुके. यत्र गुणकार्यमस्ति तत्र गुणकार्यम् अवश्यकरणीयम्. यत्र गुणकार्यं, यत्र अपित् प्रत्ययः, तत्र एव अचिष्णु धातु अपि च हुष्णुवोः सार्वधातुके इत्यस्य चिन्तनं करणीयम्. कोऽपि प्रश्नः अस्ति वा? So when we see this, now we should be clear in our mind that how this becomes chino, chino, chino, because atra sarvadhatu kardhudhatu kayoho iti sutrena chino becomes chino. Anantaram kevalam varna melanam asti, paranto atra adesh pratyayoho ityasya api karyam asti. Sip becomes she, see becomes she, so chino she. Tathev करोषि तत्र तु ओ, तत्रापि ओकारः अस्ति. अन्यत्र सर्वत्र केवलं वर्णमेलनम् अस्ति. सकारस्य ससजुहुरुः खरवसान् विसर्जनीय इत्यनेन विसर्गादेशः भवति. अत्र तु किमपि नास्ति, केवलं वर्णमेलनम् अस्ति चुनुथ इति रूपम् इति तत्र रूपाणि भवन्ति. अस्तु, प्रश्नः नास्ति चेत् अत्र स्थगामः. सो विल् कण्टिन्यू वित् द अदर् रूपस् वित् रेस्पेक्ट् टु ची धातुः. सो ची धातु इस् स्लैट्लि डिफ्रेण्ट् धातुः. अस्तु, अत्र स्थगामः. शान्तिमन्त्रं पठ, जगदीश महोदय शान्तिमन्त्रं पठति वा महोदय? ॐ पूर्णमदच्छते पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शं दिश दिशन्ति. हरि ओं श्रीगुरुभ्यो नमः. हरि ओं तत्सत्. नमस्काराः, धन्यवादाः. धन्यवादाः. धन्यवादः.